पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 15 नारद उवाच नारायणस्तदा देवो जडावल्कलधार्यथ द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान् तौ दृष्ट्वा स्मरदूती सा विललापमृगेक्षणा तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ भयं मा गच्छ कल्याणि त्वा मा वां त्रादुमागदौ वने घोरे प्रविष्टासि कथं दुष्टनिषेविते एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः मुञ्जे मामधमाचार मृद्वङ्गीं चारुहासिनीं रेरे मूर्खदुराचार किं कर्तुं त्वं व्यवस्थितः सर्वस्वं लोकनेत्राणा माहारं कर्तुमुद्यतः भवपुण्यप्रभावेयं हंस्येदां मण्डनं भुवः अद्य लोकं निरालोकं कन्दर्पं दर्पवर्जितं करिष्यस्यधुना त्वं च हत्वा वृन्दारिकां वने तस्मादिमां विमुं जाशु सुखप्रासाददेवताम् इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितो ब्रवीद समर्थस्त्वं यदि तदा मोचयाद्यैव मत्कराद इत्युक्तमात्रे वचने माधवेन क्रुधे क्षितः पपादभस्मसाद्भूतस्त्यक्त्वा वृन्दां सुदूरतः अधो वाजप्रमुग्धा सा मायया जगदीशिदुः कस्त्वं कारुण्य जलधैर्येनाहमिह रक्षिता शरीरं मनसं दुःखं सतापं तपसाम्निधे त्वया मधुरया वाचा हृदं राक्षसनाशनाद तवाश्रमे तपःसौम्य करिष्यामि तपोधन तापस उवाच भरद्वाजात्मजश्चाहं देवशर्मेदि विश्रुतः विहाय भोगानखिलान्वनं घोरमुपागतः अनेन बडुना सार्धं मम शिष्येण कामगाः बहुश सन्ति चान्येऽपि मच्छिष्या कामरूपिणः त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपःशुभे ये हि राज्यपरं व्यामो वनं दूरस्थितं यतः इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः वनं प्रेद पिशाचाढ्यं मदङ्गत्या नराधिप वृन्दारिकाश्रु पूर्णाक्षी तस्य पृष्ठानुगाययौ स्मरदुदीज तत्पृष्ठे मां प्रदीक्षेदि वादिनी अत्रान्तरे दुराचारः कोऽपि पापाकृतिर्वने जालं प्रासारयामास तद्यदा जीवपूजितं तदत्सङ्कोचयामास तज्जालं पापनायकः जालस्तांस्तु तदा जीवानुपाकृत्य मुमोचः स च व्याधस्त्रियौ दृष्ट्वा स्मरदूदी जगादतां देवि मामस्तु मायादि करे गृह्णादु मां सखी वृन्दातयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत वीक्ष्यतां भयवादेन निर्धुदा सिन्धुजप्रिया दुद्रावविकलं शुभ्रं स्मरदुत्या समं वने विद्रवन्दी समं सङ्ख्या तापसाश्रममागदा सा तापसवने तस्मिन् ददर्शात्यन्तमद्भुतं पक्षिणः काञ्चनीयाङ्गान्नानाशब्दसमाकुलान् सा पश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकां क्षीरं वहन्ति सरितस्रवन्ति मधुभूरुहः शर्कराराशयस्तत्र मोदकानां च सञ्चयाः भक्ष्याणि स्वादु सर्वाणि बहून्याभरणानि च बहुशस्त्राणि दिव्यानि नभसः सम्पतन्ति च क्रीडन्ति हरयस्तृप्ता उत्पतन्ति पतन्ति च मठेदि सुन्दरं वृन्दा तं ददर्श तपस्विनं व्याघ्रचर्मासनगतं भासयन्तं जगत्त्रयम् तमुवाच विभो पाहि पाहि पापर्धिका दध तपसा किञ्च धर्मेण मौनेन च जपेन च भीदत्राणात् परं नान्यत् पुण्यमस्ति तपोधन एवमुक्तवदी भीदा सालसाङ्गीतपस्विनं तावत्प्राप्त सदुष्टात्मा सर्वजीवप्रबन्धकः वृन्दादेवी भयत्रस्ता हरिकण्ठे समाश्लिषद सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिङ्किता तवा लिङ्गनभावेन पुनरेव भविष्यति शिरः सर्वाङ्गसम्पन्नं त्वद्भर्तुरधिकं गुणैः अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकां सा चित्रशालामित्युक्ता विवेशमुनिना तदा दिव्यपर्यङ्कमारूढा गृह्यकान्तस्य तच्चिरः चकाराधरपानं सा मीलिताक्ष्यदिलोलुपा यावत्तावदभुद्राजन्रूपं जालं धराकृति तत्कान्दसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः तद्वाक्यस्तन्मनोभावस्तदासि जगदीश्वरः अध सम्पूर्णकायं तं प्रियं वीक्ष्य जगादसा तव कुर्वे प्रियं स्वामिन् ब्रूहि त्वं स्वरणं च मे वृन्दा वचनमाकर्ण्य प्राह माया समुद्रजः शृणु देवि यथा युद्धं वृत्तं शम्भोर्मया सह प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः तावत्त्वत्सिद्धियोगा च त्वद्गतेन ममात्मना छिन्नं तदत्र चानीदं जीवितं तेऽङ्कसङ्कतः प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता क्षन्तव्यम् विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः इत्यादिवचनैस्तेन वृन्दा संस्मारिता तदा ताम्बूलैश्च विनोदैश्च वस्त्रालङ्करणैशुभैः अध वृन्दारिका देवी सर्वभोगसमन्विता प्रियं गाढं समालिङ्ग्य चुचुम्बरदिलोलुपा मोक्षादप्यधिकं सौख्यं वृन्दा मोहनसम्भवं मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम् वृन्दां वियोगजं दुःखं विनोदयदि माधवे तत्क्रीडाचारु विलसद्वापिका राजहंसके तद्रूपभावात् कृष्णोऽसौ पद्मायां विगतस्पृहः अभूत् वृन्दावने तस्मिं स्थूलसी रूपधारिणी वृन्दाङ्गश्वेततो भूम्यां प्रादुर्भूतादिपावनि वृन्दाङ्गसङ्गजं चेदमनुभूय सुखं हरिः दिनानि कदिचिन्मेने शिवकार्यं जगत्पदिः एकदा सुर तस्यान्ते सा स्वकण्ठे तपस्विनम् वृन्दाददर्श संलग्नं द्विभुजं पुरुषोत्तमं तं दृष्ट्वा प्राह सा कण्ठाद्विमुच्य भुजबन्धनं कथं तापसरूपेण त्वं मां मोहितुमागतः निशम्य वचनं तस्या सान्त्वायन् प्राहतां हरिः शृणु वृन्दारिके त्वं मां विद्धि लक्ष्मीमनोहरं तव भर्ताहरं जेतुं गौरीमानयितुं गतः अहं शिवश्चिवश्चाहं पृथक्त्वे नव्यवस्थितौ जालन्धरो हतसङ्घे भज मामधुनानके नारद उवाच इति विष्णोर्वच श्रुत्वा विषण्णवदनाभवद ततो वृन्दारिका राजन् कुपिता प्रत्युवाचः रणे बद्धोऽसि येन त्वं जीवन्मुक्तपिदुर्गिरा विविधैः सत्कृतो रत्नायुर्युक्तं तस्य हृदावधूः पतिर्धर्मस्य यो नित्यं परदाररथः कथम् ईश्वरोऽपि कृतं भुङ्क्ते कर्मे स्याहुर्मनीषिणः अहं मोहं यथा नीता त्वया माया तपस्विना तथा तव वधुमाया तपस्वी कोऽपि नेष्यति इति शप्तस्तथा विष्णुर्जगामादृश्यतां क्षणाद सा चित्रशालापर्यङ्कः स च तेधप्लवङ्गमः नष्टं सर्वं हरौ यादे वनं शून्यं विलोक्य सा वृन्दा प्राह सखीं प्राप्य जिह्मं तद्विष्णुना कृतं त्यक्तं पुरं गतं राज्यं कान्तस्सन्देहतां गतः अहं वने विदित्वैतत्क्व यामि विधिनिर्मिता मनोरथानां विषयमभून्मे प्रियदर्शनं प्राह निःश्वस्य चैवोष्णं राज्ञी वृन्दादिदुःखिता मम प्राप्तं हि मरणं त्वया हि स्मरदूधिके इत्युक्ता सा तया प्राह मम त्वं प्राणरूपिणी तस्यास्तथोक्तमाकर्ण्य इति कर्तव्यतां ततः वने निश्चित्य सा वृन्दा गत्वा तत्र महत्सरः विहाय दुःखमकरोद्गात्र क्षालनमम्बुना तीरे पद्मासनं बद्ध्वा कृत्वा निर्विषयं मनः शोषयामास देहं स्वं विष्णुसङ्गेन दूषितं तपश्चचार सात्युग्रं निराहारा सखी समं गन्धर्वलोकदो वृन्दामधा गत्यास्तरोगणः प्राहयाहीति कल्याणि स्वर्गं मा त्यज विग्रहम् गान्धर्वं शस्त्रमेधत्रिभुवनविजयं श्रीपदिस्तोषमग्रियं नीदो येनेह वृन्दे त्यजसि कथमिदं तद्वभुप्राप्तकामम् कान्तं ते विद्धि शूलिप्रवरशरहदं पुण्यलाभस्य भूषास्वर्गस्य त्वं भवाद्याद्रुमममरवनं चण्डिभद्रे भजत्वम् श्रुत्वा शास्त्रं वधूनां जलधिजदयिदा वाक्यमाह प्रहस्य स्वर्गदाहृत्य मुक्ता त्रिदशपदिवधूश्चादि वीरेण पत्न्या आदौ पात्रं सुखानामहममरजिता प्रेयसा तद्वियुक्ता निर्दुष्टा तद्यतिष्ये प्रियममृदगदं प्राप्नुयां येन चैव इत्युक्त्वा स सखी वृन्दा विससर्जाप्सरो गणान् तत्प्रीतिपाशबद्धास्ता नित्यमायान्ति यान्ति च योगाभ्यासेन वृन्दाथ दग्ध्वा ज्ञानाग्निना गुणान् विषयेभ्यः समाहृत्य मनःप्राप ततः परं दृष्ट्वा वृन्दारिकां तत्र महां तश्चाप्सरो गणाः तुष्टुवुर्नभसस्तुष्टा ववृषु पुष्पवृष्टिभिः शुष्ककाष्ठचयं कृत्वा तत्र वृन्दाकलेवरं निधायाग्निं च प्रज्वाल्य स्मरदूदी विवेशदं दग्धं वृन्दाङ्गरजसां बिम्बं तद्गोलकात्मकम् कृत्वा तद्भस्मनशेषं मन्दाकिन्यां विचिक्षिपुः यत्र वृन्दा परित्यज्य देहं ब्रह्मपदं गदा आसीद्वृन्दावनं तत्र गोवर्धनसमीपतः देव्योऽध स्वर्गमेत्य त्रिदशपदिवधूसत्त्वसम्पत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदिदमनसो निर्जराद्याश्च सर्वे शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभैर्यो निजघ्नुश्रुत्वा तत्रासनस्थः परिजननिवहो वपशोभां शुभस्य इति श्रीपद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशदसहस्रसंहितायां जालन्धरोपाख्याने वृन्दाया ब्रह्मपदप्राप्तिर्नाम पञ्चदशोऽध्यायः ॐ